नमस्कारः. अद्यतनकरपत्रमस्ति धातुपाठे हल्सन्धिः इति करपत्रम् अनुवर्तते. तर्हि अत्र यकारः वकारः इति अस्ति. तर्हि महोदय, बकारस्य बकारान्तानविषये किञ्चित् नूतनतया योजितवान्. तर्हि पुनः यकारान्तानां वकारान्तानाम् इति पश्यामः. महोदय, सुब्रह्मण्यमहोदय, अत्र यकारान्तानाम् इति महोदय किञ्चित् वदति वा? यकारान्तानङ्कः यकारस्य लोपः भवति सकारे अत्र. अत्र सूत्रं लोपो व्योर्वलि इति. अत्र लोपो व्योर्वलि इति वदति वकारयकारयोः लोपः भवति वल् प्रत्याहारे परे इति. सि अत्र सकारः अस्ति, सकारः वल् प्रत्याहारे अस्ति. वल् प्रत्याहारे सर्वाणि व्यञ्जनानि यकारं विहाय. अतः अत्र एतस्य सूत्रस्य प्रसक्तिः कार्यमपि. अत्र उदाहरणं दत्तमस्ति जहायोगः सि. अत्र यकारस्य लोपः लोपो व्योर्वलि इत्यनेन जहासि इति रूपं निष्पन्नं भवति. तदस्ति यकारस्य प्रसक्तिः अत्र. भगिनि, मम एकः प्रश्नः अस्ति. जहायोगः सि अत्र तु लोपो व्योर्वलि कार्यं करोति, तत्तु सम्यक् एव. परन्तु यकारः तु आदेशप्रत्यययोः इत्यस्य अपि प्रसक्तिः अस्ति. यकारः तु इन् प्रत्याहारे अपि अस्ति इति कृत्वा यत्र यत्र यकारः अस्ति परे सकारः अस्ति तत्र सर्वत्र लोपो व्योर्वलि इत्यनेन एव यकारस्य लोपः भवति चेत् तर्हि तत्र यकारः इन्कोः मध्ये किमर्थम् अस्ति अत्र सूत्रसङ्ख्या का अस्ति? आदेशप्रत्ययोः अष्टम अध्यायस्य तृतीयपादे अस्ति. एतत् लोपो व्योर्वलि इति सूत्रम् अस्ति षष्ठ अध्यायस्य सूत्रम्. तर्हि प्रथमं भवति इति कृत्वा अवकाशः प्रायः. यदि अवकाशः नास्ति तर्हि तर्हि यकारनिमित्तेन षत्वं सकारस्य षत्वं न भवति. प्रायः यदि मध्ये नुम् अथवा विसर्गः अथवा शर् प्रत्याहारस्य वर्णः अस्ति चेत् एव तत्र सकारस्य षत्वं भवति. अन्यत्र यकारः अस्ति अनन्तरं सकारः अस्ति चेत् तत्र लोपो व्योर्वलि एव कार्यं करोति. एवं तथा मन्ये. उत्तमः प्रश्नः, भगिनीः धन्यवादः, चिन्तितवती. तर्हि यथा भगिन्या उक्तं भगिनी प्रारम्भं करोति वा मकारान्तम्? अस्तु, ओ वकारान्तानां वकारान्तानां कुत्र अस्ति? ओ वकारस्यापि लोपो व्योर्वलि इत्यनेन लोपो भवति. किन्तु वस्तुतस्तु समग्रसंस्कृतभाषायां द्वयोः धात्वोः एव उदाहरणं भवति, तच्च यङ्लुक्कि एव. अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति, आर्धधातुकप्रक्रियायाम् इडागमः मध्ये आयाति. अतः वकारसम्बद्ध हल्सन्धेः अवसरः नास्ति. अत्र यदि वकारः अस्ति परे वल् प्रत्याहारस्य वर्णः चेत् तर्हि वकारस्य लोपो भवति लोपो व्योर्वलि इति सूत्रेण. परन्तु संस्कृतभाषायां द्वे सूत्रे द्वे धातु एव स्तः यत्र यत्र लोपो व्योर्वलि इत्यस्य कार्यं भवति कार्यं भवितुम् अर्हति. तत्तु यङ्लुकि एव. अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां मध्ये विकरणप्रत्ययः आयाति इति कृत्वा तत्र अजन्तधातुः अजन्त अङ्गं भवति. अतः तत्र लोपो व्योर्वलि इत्यस्य प्रसक्तिः न भवति. यदि आर्धधातुकप्रक्रियायां ईडागमः आगच्छति इति कृत्वा प्रत्ययस्य आदौ ईकारः अस्ति चेत् तर्हि तत्र वल् प्रत्याहारस्य प्रसक्तिः नास्ति इति कृत्वा तत्रापि कार्यं न भवति. अतः तत्र वकारसम्बन्धः हल्सन्धेः अवसरः एव नास्ति इति अस्ति. अग्रे पठामि वा? यङ् लुकि आधिक्येन ये वकारान्तधातवः भवन्ति तेषां सकारे परे राल्लोपः इत्यनेन वकारलोपः भवति, अपि च येषां वकारान्तधातूनां राल्लोपः इत्यनेन वकारलोपः न भवति स्म, नाम येषां धातूनां वकारात् पूर्वं रेपः नास्ति तेषां धातूनां यङ् लुक् धातुः एव न भवति महाभाषस्य ज्ञापनात्. यथा दिव् धातुः महाभाषस्य ज्ञापकत्वात् तस्य यङ् लुगन्तधातुः न भवति, ष्टिव् धातुः अपि तथा. अत्र यङ् लुकि यत्र वकारान्तधातवः भवन्ति ते सर्वे वकारान्तपूर्वं रेपः भवति इति कृत्वा तत्र सर्वत्र राल्लोपः इति सूत्रं कार्यं करोति. अत्र वकारस्य लोपः भवति जलादिप्रत्यये परे. यदि यत्र वकारान्तधातुः अस्ति तस्मात् पूर्वं रेपः नास्ति चेत् तादृश यङ् लुक् यङन्तधातुः एव नास्ति. कथं जानीमः इत्युक्ते तत्र महाभाष्यं दृष्ट्वा एव जानीमः तादृशधातुः नास्ति इति. यथा दिव् धातु महाभाष्यस्य ज्ञापकः तस्य यङ् लुगन्तधातु न भवति. किमर्थं न भवति? ष्टिवु धातुः यङ्लुक् धातु न भवति. किमर्थं न भवति अत्र? तत्र तदेव अग्रे पश्यति चेत् महोदय अत्र उक्तवान् यत्र ऊट् भाविनः वकारान्ताः इति तेषामेव यङ्लुक् वकारान्तधातवः सन्ति, येषां यङ्लुक् न भवति. साधारणतया यत्र रेपः उत्तरायन् नास्ति चेत् तादृशदातवः तेषां नामकरणं भवति ऊढ्भाविनः इति. श्वोः षुडनुनासिकेतनेन यत्र ऊटागमः भवितुम् अस्ति तेषां नामकरणम् ऊटभाविनः इति नामकरणं भवति, तर्हि तेषां लिङ्ग्लुक् रूपमेव न भवति इति महाभाषा. तर्हि एङ्ग्लुक् रूपमेव न भवति चेत् तादृशदातुं तादृशरूपमेव प्रक्रिया एव न भवितुम् अर्हति. किमर्थमित्युक्ते सारधातुकप्रत्ययानां कृते तु मध्ये विकरणप्रत्ययः आयाति. यदि वकारान्तधातुः अस्ति अनन्तरं विकरणप्रत्ययः आयाति चेत् अत्र तु साधारणतया अजन्तदातवः भवन्ति. अनन्तरं अकारादिधातुः अजादिधातुः अस्ति चेत् तेषामपि यङ्लुगन्तरूपं न भवति. तर्हि एक एव अच्वर्णः भवेत् अनन्तरं हलादि अपि भवेत् इति सूत्रे वदति यङ्लुक् रूपस्य निर्माणार्थं तादृशदातवः अनेके न सन्ति इति कृत्वा. ओ इत्युक्ते अत्र दिव् इति धातु तत्र वकारस्य ऊट् आविनः इति अस्ति वा इत्यनेन इति कृत्वा तेषां न भवति. ओ परन्तु ऊट् भाविनः यदि जलादिप्रत्यये परे एव न एव अत्र यङ् अन्तधातुः यकारः जलादिः नास्ति, अनुनासिकः अपि नास्ति, तर्हि न नामकरणमेव कथं जानीमः केषां भवति केषां यङ्लुगन्तरूपं न भवति इति प्रश्नस्य उत्तरमस्ति ऊट्भाविनदातवः ऊट्भाविनदातवः तेषां तु यङ्लुगन्तरूपं न भवति इति महाभाष्यं. ओ महाभाष्यं साक्षात् वदति दिव् धातु ऊट्भाविनः इति कृत्वा तत्र यङ्लुगन्त तादृश यथा दिव् अस्ति तादृशदातवः अग्रे महोदय उक्तमस्ति. अस्तु अस्तु. केषाञ्चित् यत्र रेपः उपादायमस्ति तत्र तु राल् श्वोः षुड् अनुनासिके प्रभाद्य राल्लोपः कार्यं करोति, तर्हि तादृश रेप् उपादायं यत्र रेपः अस्ति तेषां तु ऊड् भाविनः इति ऊद्भावी इति नामकरणं न भवति इति कृत्वा तेषां यग्लुमुद्धरूपं भवति. अस्तु. अनन्तरं छोः चूडननातिः अपि प्रभाद्य अन्य एकं सूत्रमस्ति. ज्वर त्वर त्रिम वाम् उपदा याचेति सूत्रम्. तेषामपि ये धातवः तत्र सन्ति तेषामपि ऊट् इति उद्भावी इति नामकरणम् इति कृत्वा तेषामपि यङ्गलिङ्गरूपम् अर्हति किन्तु अन्ये अपि सूत्राणि सन्ति इति कृत्वा तदपि द्रष्टव्यम् अग्रे एव. तर्हि आहत्य किम् इत्युक्ते यत्र यङ्गलिङ्ग साधारणतया सार्वधातुकप्रक्रियायां साधारणतया वकारान्तदातवः न अङ्गं न भवति. किमर्थम् इत्युक्ते वकारान्त अङ्गम् अनन्तरं परे सिप्ति इति आगन्तव्यं खलु. तादृश अवकाशः न भवति. किमर्थम् इत्युक्ते मध्यविकरणप्रत्ययः आयाति इति कृत्वा. अस्तु, तर्हि यङ्ग्लुक् स्वीकुर्मः. यत्र यङ्ग्लुक् भवति तत्र तु विकरणप्रत्ययः नास्ति खलु. तर्हि वकारान्तधातूनां यङ्ग्लुगन्तरूपं स्वीकुर्मः चेत् प्रायः तादृश प्रक्रिया भवितुमर्हति इति चिन्तयामः चेत् किं भवति इत्युक्ते सर्वे वकारान्त अनेकतया सर्वे वकारान्तदातवः तु उद्भाविनः भवन्ति इति कृत्वा तेषां न भवति. येषाम् उद्भाविनः न सन्ति यत्र उपदायं रेपः अस्ति चेत् तेषां तु राल्लोपः इति कार्यं करोति. अत्रापि लोपोद्योगस्य अवकाशः न भवति इति कृत्वा महोदयेन अत्र महोदय उक्तवान् अत्र. येषां वकारान्तधातूनाम् अन्तिमवकारात् प्राक् रेफः अस्ति यथा धर्व तुर्व थर्व दुर्व मूर्व पूर्व खर्व गर्व चर्व पर्व भर्व मर्व शर्व शर्व शर्व एतादृशेभ्यः वकारान्तदातुभ्यः यङः लुक् भवति. किन्तु तेषाम् अन्तिमवकारस्य लोपो भवति राल्लोपः इति सूत्रेण. यथा इदानीं वयं दृष्टवन्तः अत्र ये धातवः वकारान्तधातवः सन्ति तेषाम् अन्तिमवकारात् प्राक् रेफः अस्ति. अतः अत्र राल्लोपः इत्यनेन वकारस्य लोपः भवति. अतः लोपो व्योर्वल् इत्यस्य कार्यं न भवति इति अस्ति अत्र. यद्यपि वकारान्तधातुः धातवः ते यङ् लुक् लुगन्त लुगन्तार्ह धातवः अपि, परन्तु अन्तिमवकारस्य धातोः अन्तिमवकारस्य पूर्वं रेफः अस्ति. अतः अत्र राल्लोपः इत्यनेन वकारस्य लोपः भवति. अतः अत्र लोप् आफ् योर्वलि इत्यस्य कार्यं न भवति. तस्मात् पूर्वमेव वकारस्य लोपः भवति इति. अत्र उदाहरणमस्ति तोतुर्व योगः अस्ति. अत्र राल्लोपः इत्यस्य प्रसक्तिः अस्ति अपि च लोपोर्व्योर्वल् इत्यस्य प्रसक्तिः अपि अस्ति. परन्तु अत्र राल्लोपः इति सूत्रं कार्यं करोति. किमर्थं चेत् अत्र राल्लोपः एतत्तु अङ्गकार्यमस्ति. अतः अत्र राल्लोपः इत्यनेन वकारस्य लोपः भूत्वा तोतुर्योगः सि. इदानीमत्र उपधायाम् इक् वर्णः अस्ति. सि इति पित् प्रत्ययः. अतः सार्वधातुकपित् प्रत्ययः. अतः अत्र पुगन्तलघुपधस्य च इत्यनेन उपधायां यः उकारः अस्ति तस्य गुणः भूत्वा ओकारः तोतोर्योगः सि. इदानीम् अत्र पूर्वं रेपः अस्ति, अनन्तरं सकारादिप्रत्ययः, अत्र अपदान्त सकारः, अतः आदेशप्रत्यययोः इत्यनेन सकारस्य स्थाने षकारः, तस्मात् पूर्वं रेपः अस्ति. रेपः तु इन् प्रत्याहारस्य वर्णः, अतः तोतोर्षि इति रूपं निष्पन्नं भवति. अत्र अत्र केवलम् अत्र लोपोर्व्योर्वलि इति न भवति वकारान्तधातूनां कृते यङ्लुगन्तौ अस्ति चेदपि. किमर्थमित्युक्ते अत्र वकारान्तधातुः रेपपूर्वक वकारान्तधातुः अस्ति. अतः अस्तु, राल्लोपः इति सूत्रमस्ति. रेपपरस्य चकारस्य वकारस्य च लोपो भवति अनुनासिकादिप्रत्यये परे, क्विप् परे, जलादिप्रत्यये प्रत्यये च परे. अनुवृत्तिसहितसूत्रम् अङ्गस्य रात् छोः लोपः अनुनासिके क्विच्चलोः. एतत् सूत्रं तु वयं जानीमः एव. यदि रेपात् परस्य चकारः वा वकारः वा अस्ति चेत् चकारस्य वकारस्य लोपः भवति. निमित्तमस्ति अनुनासिकादिप्रत्यये परे, क्विप् परे, जलादिप्रत्यये परे इति अस्ति. अग्रे महाभाष्ये दत्तमस्ति यत् छोः षूड् अनुनासिके च इत्यनेन ये ऊट् भाविनः वकारान्तधातवः सन्ति तेषां यङ् लुक् न भवति. ऊट् भाविधातुः इत्युक्ते तादृशधातुः यस्य छोः षूड् अनुनासिके च इति सूत्रेण ऊट् आदेशः सम्भवति. अत्र महाभाष्ये दत्तमस्ति यत्र चोः षूड् अनुनासिके इति सूत्रेण यत्र वकारस्य स्थाने ऊट् आदेशः सम्भवति तादृशाः धातवः तत्र यङ् लुक् रूपं न भवति, ते ऊट् भाविनः धातवः इति वदामः. अत्र अग्रे चोः षूड् अनुनासिके च इति सूत्रम् अस्ति चतुर्थपादे अङ्गकार्यं. तुक् सहितचकारस्य स्थाने षकारादेशः भवति, अपि च वकारस्य स्थाने ऊट् आदेशो भवति. अनुनासिकादिप्रत्यये परे, क्विप् परि, जलादिप्रत्यये च परे. च व च तयोर् इतरेतर द्वन्द्वः च्वौ तयोः च्वोः, श च ऊट् च तयोः समाहारद्वन्द्वः षूड्. जलां जशोन्ते इत्यनेन टकारस्य स्थाने डकारः. चोः षष्ट्यन्तं, षूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम्. अनुनासिकस्य क्विच्चलोः किनिति इत्यस्मात् क्विच्चलोः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्र चोः अङ्गस्य षूड् क्विच्चलोः अनुनासिके च. अत्र सूत्रं वदति यदि तुक् सहितचकारः इत्युक्ते तुक् सहितचकारः इत्युक्ते अत्र चेच इति सूत्रेण यत्र तुकागमः भवति, ह्रस्वस्वस्य तुक् आगमः भवति यदि चकारे परे अस्ति, तादृश तुक् सहितचकारस्य स्थाने तालव्यषकारादेशः भवति, अपि च वकारस्य स्थाने ऊट् आदेशः भवति. अत्र निमित्तम् अस्ति अनुनासिकादिप्रत्यये परे, क्विप् परे, जलादिप्रत्यये परे च इति अस्ति. एतत्तु अङ्गकार्यमस्ति. अनुवृत्तिसहितसूत्रं तदेव अस्ति. चोः षष्ट्यन्तम् इत्युक्ते तुक्सहितचकारः अथवा वकारः, तुक्सहितचकारस्य स्थाने षकारः, तालव्यषकारादेशः, वकारस्य स्थाने ऊट् आदेशः भवति यदि क्विप् परे, जलादिप्रत्यये परे, अनुनासिकादिप्रत्यये परे अस्ति चेत् एतत् कार्यं भवति. पूर्वं भगिनी अत्र लोपोर्व्योर्वलि अपि च आदेशप्रत्यययोः मध्ये किञ्चित् अत्र द्वयोर्मध्ये कः कार्यं करोति, अत्र जहायोगः सि इति मध्ये अत्र अहं सम्यक्तया न श्रुतवान्, प्रायः अहं चिन्तयामि अत्र लोपोर्व्योर्वलि इति अङ्गकार्यमस्ति वा तत्तु अङ्गकार्यमस्ति षष्ठमध्याये अस्ति आदेशप्रत्ययोः ये तु वर्णकार्यमस्ति किल भगिनि अतः वर्णात् वर्णात् अङ्गः बलि इत्यनेन अत्र लोपोर्व्योर्वलि इत्यस्य इत्यस्य कार्यं भवति इति चिन्तयामि सम्यक् एव महोदय लोपोव्योर्वली अङ्गकार्यं तदपि वर्णनिमित्तिककार्यमेव किमर्थम् इत्युक्ते षष्ठाध्यायस्य प्रथमपादे अस्ति तदपि वर्णकार्यमेव सन्धिकार्यमपि अस्ति अत्र किमपि किन्तु पूर्वत्र सिद्धम् इत्यनेन सिद्धं भवति खलु पूर्वसूत्रि तत् अहम् अवगच्छामि मम प्रश्नः तत्र आदेशप्रत्ययो कार्यं करोति अथवा लोपोव्योर्वली कार्यं करोति इति नास्ति लोपोव्योर्वली कार्यं करोति इति अहम् अवगच्छामि परन्तु मम प्रश्नः अस्ति यत्र जहाय् इति तत्र अन्ते यकारः अस्ति अग्रे सकारः अस्ति यत्र यत्र यकारः अस्ति अग्रे सकारः अस्ति चेत् तत्र तत्र लोपोव्योर्वली इति कार्यं करोति चेत् तर्हि आदेशप्रत्ययोः इत्यस्य प्रसङ्गः एव कुत्र भवति यकारस्य यकारदलस्य विषये इत्युक्ते तत्र यकारस्य अनन्तरं सकारः अस्ति चेत् तत्र कुत्रापि आदेशप्रत्ययोः इत्यस्य प्रसक्तिः भवति वा प्रायः न भवति किमर्थम् इत्युक्ते लोपो व्योर्वलि तत्र सर्वत्र आगच्छति परन्तु अहं चिन्तयामि यदि यकारस्य अनन्तरं नुम् विसर्गः अथवा शर् प्रत्याहारस्य वर्णः अस्ति तत्र एव प्रायः आदेशप्रत्ययोः इति कार्यं कर्तुम् आगच्छति परन्तु केवलं यदि यकारः अस्ति चेत् तत्र सर्वत्र सकारे परे षत्वं न भवति लोपोर्व्योर्वलि इत्यनेनैव यकारस्य लोपः भवति तर्हि मम प्रश्नः आसीत् किमर्थं यकारः इन् प्रत्याहारे मध्ये अस्ति यदि लोपोर्व्योर्वलि इत्यनेनैव सर्वदा यकारस्य लोपः भवति चेत् किमर्थं यकारः इन् मध्ये अस्ति इति मध्ये आगच्छति अनन्तरं लाघवार्थपाणिः सर्वदा प्रत्याहारः इति कृते एव वदति खलु पूर्वमपि दृष्टवन्तः किल अत्र अशिपरे भवति परन्तु हलिपरे न भवति इति तथा एव अत्रापि तथा एव प्रायः अस्तु इदानीम् अग्रे पठामि वा भगिनि अत्र तर्हि द्वयोः धात्वोः एव यङ्ग्लुकि हल्सन्धेः अवसरो भवति स्त्रिव् मव् इति द्वौ धातु ऊठ् भाविनौ किन्तु ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च इति सूत्रेण न तु छ्वोः षूडनुनासिके च इति सूत्रेण अस्मिन् सूत्रे एतौ द्वौ वकारान्तधातु साक्षात् उल्लेखितौ अतः एतौ द्वावेव ययोः यङ्लुक्रूपं भवति अस्मिन् सूत्रे अव् धातुः अपि पठितः किन्तु स च धातुः अजादिः इति कारणतः यङ् प्रत्ययः न विधीयते तदर्थं तस्य यङ्लुक् अपि न भवति इदानीमत्र विषयः अस्ति पूर्वं तु वयं दृष्टवन्तः अत्र यङ्लुक् आधिक्येन वकारान्तधातोः भवन्ति परन्तु तेषाम् अत्र रेपः पूर्वः भवति इति इदानीं तु अत्र दत्तमस्ति धातुद्वयम् अस्ति यत्र यङ्लुक् तेषां यङ्लुगन्तरूपं भवति अपि च अत्र हल्सन्धेः अवसरः अपि भवति इति तौ कौ इति प्रश्नः अत्र इदानीं धातुद्वयमस्ति स्त्रिव् अपि च मौ द्वौ धातु ऊट् भाविनौ परन्तु स्वोः षूड् अनुनासिके च इति सूत्रेण न परन् अपि च ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च इति सूत्रेण द्वयोः अपि अत्र ऊट् भाविनः इति संज्ञा द्वे अपि ऊट् भाविनः इति द्वावपि ऊट् भाविनः इति संज्ञां प्राप्नुतः अस्मिन् सूत्रे एतौ द्वौ वकारान्तधातु साक्षात् तेषां द्वयोः अपि प्रसक्तिः अस्ति अस्मिन् सूत्रे अतः एतौ द्वावेव यङ्ग्लुक् रूपं भवति इति एतस्मिन् सूत्रे अवधातुः प्रसक्तिः अपि अस्ति परन्तु अवधातुः अजादिकारणतः तस्य यङ् प्रत्ययः न विधीयते प्रायः अत्र अन्यत् सूत्रमस्ति कारणतः अन्यत् सूत्रमस्ति तेन अत्र वयं वक्तुं शक्नुमः अत्र अवधातुः धातोः यङ्ग्लु न भवति परन्तु अत्र स्त्रिव् अपि च मौ द्वौ अपि यद्यपि तौ ऊट् भाविनौ द्वयोः अपि यङ्ग्लुगन्तरूपं भवति किमर्थमित्युक्ते तयोः ऊट् भाविनौ छ्वोः षूड् अनानास् षूड् अनुनासिके च इति सूत्रेण न अन्यत् सूत्रेण अन्येन सूत्रेण सूत्रमस्ति ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च इति अत्र सूत्रमस्ति ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च ज्वरत्वरस्त्रिव् अव् मव् इत्येषां धातूनाम् उपधा च वकारः चेत् अनयोः मिलित्वा स्थाने ऊठ् आदेशो भवति अनुनासिकादिप्रत्यये परे क्विपरे झलादिप्रत्यये च परे ज्वरश्च त्वरश्च स्त्रिवश्च अविश्च मव् च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्त्रिव्यविमवः तेषां ज्वरत्वरस्त्रिव्यविमवां ज्वरत्वरस्त्रिव्यविमवां षष्ठ्यन्तम् उपधायाः षष्ठ्यन्तम् च अव्ययं त्रिपदमिदं सूत्रं छ्वोः षूड् अनुनासिके च इत्यस्मात् वः ऊट् अनुनासिके इत्येषाम् अनुवृत्तिः अनुनासिकस्य क्विझलोः कृणिति इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ज्वरत्वरस्त्रिव्यविमवाम् अङ्गस्य उपधायाः वह च ऊट् क्विझलोः अनुनासिके च ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च इति सूत्रमत्र ज्वरत्वरस्त्रिव् अव् मव् धातवः परिगणिताः अत्र तेषां धातूनाम् अत्र उपधा अपि च वकारः द्वयोः मिलित्वा स्थाने ऊठ् आदेशः भवति निमित्तमस्ति अत्र परे अनुनासिकादिप्रत्ययः वा क्वीव झलादिप्रत्ययः वा अस्ति अत्र एतत् पुनः अङ्गकार्यमस्ति अत्र सूत्रम् अनुवृत्तिसहितसूत्रमस्ति अत्र ज्वरत्वरस्त्रिव्यविमवाम् अङ्गस्य उपधायाः वह च ऊट् क्विजलोः अनुनासिके च अतः ज्वरत्वरस्त्रिव्यविमवाम् इति षष्ठ्यन्तम् अस्ति अत्र अङ्गस्य अपि तस्य अधिकारः अस्ति अतः अनुवृत्तेः तस्य प्रसक्तिः अस्ति अत्र उपधायाः वह षष्ठ्यन्तम् ऊट् इति प्रथमान्तमस्ति क्वि झलोः अनुनासिके च अत्र सप्तमी विभक्तौ अस्ति अतः पूर्वकार्यमस्ति आहत्य अत्र ये परिगणिताः धातवः सन्ति तेषां अत्र उभधा अपि च वकारः द्वयोः स्थाने ऊट् आदेशः भवति. एतत्तु छोः षूड् अनुनासिके चे इत्यस्य अपवादसूत्रमस्ति. अत्र पश्यामः चेत् यत् महोदय उक्तवान् ह्यः, अत्र त्रयः धातवः सन्ति वकारान्तदातवः, सृव् अव् मव्. सृव् मव् इत्येषां यण्युगन्तरूपं भवति, किन्तु अव् इत्यस्य यण्युगन्तरूपं न भवति. किमर्थम् इत्युक्ते अजादि अस्ति इति कृत्वा यण्युगन्तं न भवति. सूत्रम् अस्ति धातो रेखासु हलादेः क्रियासमभिहारे यङिति. हलादेः हलादि अस्ति चेदेव यङ् भवति इति कृत्वा, यङ् भवति चेदेव यङ्ग्लुक् अपि भवति. तर्हि यङ् रूपं न भवति अजादि अजादि धातूनां, तर्हि यङ्ग्लुक् अपि न भवति इति कृत्वा अवित्यस्य यङ्ग्लुक् रूपं भवति. 3122 धन्यवादः भगिनि. तर्हि आहत्य पश्यामः चेत् साधारणतया वकारान्त यत्र सार्वधातुकप्रक्रियायां वकारान्त अङ्गं सि इत्यस्य पूर्वं न भवति. सकारासि प्रत्ययानां पूर्वं न भवति. किमर्थम् इत्युक्ते प्रत्ययानां तादृशवकारान्त अङ्गं न भवति. किमर्थम् इत्युक्ते विकरणप्रत्ययः मध्ये अस्ति. अस्तु, यङ्ग्लुक् कुर्मः इति पश्यामः चेत् अनेकेषाम् अनेकानां वकारान्तधातूनां यङ्ग्लुगन्तरूपमेव न भवति. किमर्थम् इत्युक्ते उड् उड् छोः षुड् अनुनासिके च इति सूत्रेण उद्भाविनः उद्भाविनः भवन्ति चेत् तेषां यङ्ग्लुक् रूपं न भवति इति महाभाष्यस्य वाक्यं. तर्हि अनेकानां अनेकानां न भवति, किन्तु येषाम् उपायां रेफः अस्ति, राल्लोपः इत्यनेन इत्यस्य कार्यं भवति. श्वोः शोडनुनासिके चेत्नेन इत्यस्य कार्यं न भवति इति कृत्वा भवितुम् अर्हति, किन्तु किन्तु लोपोव्योर्वण्युप्रभाद्य राल्लोपः कार्यं करोति तत्र, यत्र उपादायां रेपः अस्ति. किन्तु श्वोः शोडनुनासिके प्रभाद्य अन्यत् सूत्रं वदति, ज्वर तर सृ अवि अवि मवाम् उपदायाशेपि सूत्रं वदति. तत्रापि उद्भाविनत्रयः वकारान्तदातवः धातूनां निर्देशः भवति. तत्र अव्यति धातुः अजादि अस्ति इति कृत्वा यङ्ग्लुक्रूपं न भवति. अवशिष्टं श्रिव् मम् इति एव अस्ति. तर्हि तेषामेव वकारान्तधातूनां यङ्ग्लुक्रूपं भवितुम् अर्हति. अत्र एव लोपो व्योर्वलि इत्यस्य अपि प्रसक्तिः अस्ति, किन्तु कार्यं किं भवति इति अपेक्षा. धन्यवादः भगिनि. द्वयोः वकारान्तधात्वोः हल्सन्धौ वकारलोपः, मौ धातोः यङ्ग्लुकि मामव् इति धातुरूपं, लटि मामव् रूपाणि इमानि, मामव् योगः थि. अत्र अत्र लोपो व्योर्वली इत्यस्यपि प्रसक्तिः अस्ति, ज्वरत्वर स्त्रिव्य विमाम् उपदायांश्च इत्यस्यपि प्रसक्तिः अस्ति. परन्तु अत्र ज्वरत्वर स्त्रिव्य विमाम् उपदायांश्च इति सूत्रं सूत्रम् अङ्गकार्यं बलवत् भवति लोपो व्योर्वली इति वर्णकार्यम्. अत्र अत्र ज्वरत्वर स्त्रिव्य विमाम् उपदायांश्च इति सूत्रेण अत्र उपदा अपि च वकार मिलित्वा द्वयोः स्थाने उकारः उकारः भवति. माम् अत्र अकार वकार उपदायाम् अकारः अस्ति, अनन्तरं वकारः, द्वयोः स्थाने उकारः, मामू योगः ति इति भवति. इदानीम् अन्ते इक् वर्णः अस्ति च इति कृत्वा ति इति तिप् पित्वमस्ति तत्र प्रत्यये ति प्रत्यये इति कृत्वा सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यं मामू मामो भवति, मामो योगः ति मामोति इति रूपं अग्रे मामव् योगः तः तः इति अपित् प्रत्ययः, पुनः अत्रापि लोपो व्योर्वलि प्रपाद्य अत्र ज्वरत्वरस्त्रिव्यविमाम् उपदायांश्च इति सूत्रेण उपदायाम् अकारः वकारः द्वयोः स्थाने ऊकारः मामू योगः तः अत्र सार्वधातुकार्धधातुकयो इत्यनेन गुणस्य प्रसक्तिः अस्ति, परन्तु तः इति अपित् प्रत्ययः सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति, अनन्तरं निति च इति सूत्रेण गुणनिषेधः इति कृत्वा तत्र मामू योगः तः मामूतः इति भवति. अग्रे मामव् योगः अति, अत्र अति इति अजादिप्रत्ययः इति कृत्वा तत्र ज्वरत्वरस्त्रिव्यं विमाम् उपदायांश्च इत्यस्य प्रसक्तिः नास्ति, यदि जलादिप्रत्ययः अथवा अनुनासिकप्रत्ययपरे अस्ति चेदेव भवति इति कृत्वा अत्र केवलवर्णमेलनं मामवति इति भवति. अग्रे मामव् योगः सि, सि पित्त प्रत्ययः अस्ति, अत्र पुनः लोपो व्योर्वलि प्रपाद्य ज्वरत्वरस्त्रिव्यविमाम् उपदायांश्च इति सूत्रेण अकारावकारस्य स्थाने ऊकारः मामू योगः सि, अत्र पित्वमस्ति इति कृत्वा सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं मामो योगः सि, अत्र अन्ते ओकारः इन् प्रत्याहारे अस्ति, अग्रे सकारः अस्ति अपदान्ते इति कृत्वा सकारः प्रत्यय अवयवसकारः अपदान्ते इति कृत्वा आदेशप्रत्यययोः इति सूत्रेण सकारस्य षत्वं मामोषि इति भवति. अग्रे मामव्योगः तः, अत्र पुनः ज्वरत्वरस्त्रिव्यविमाम् उपदायांश इति सूत्रेण उकारादेशः भवति, उपदा अपि च वकारस्य द्वयोः स्थाने मामू योगः तः, तः इति अपित् प्रत्ययः गुणनिषेधः सार्वधातुकम् अपित् निति च इति सूत्रेण सूत्राभ्याम् इति कृत्वा मामू योगः तः मामूतः. अग्रे मामयोग अस्तु महोदय. इदानीम् अत्र मामव्योगः तः, इदानीमत्र पुनः ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च इत्यनेन अत्र औ स्थाने उ आदेशः, अतः मामु योगः तः. इदानीं तु अत्र केवलं वर्णमेलनमेव मामूतः. किमर्थमित्युक्ते तः इति अपित् सार्वधातुकप्रत्ययः अपि च अपित् अस्ति, अतः अत्र गुणनिषेधः. तथा एव अत्र मामव्योगः थ समानकार्यम् अत्रापि मामूथ. इदानीमत्र मामव्योगः मि उत्तमपुरुष एकवचने, अत्र पुनः अत्र औ स्थाने ऊट् इत्युक्ते ऊकारः मामू योगः मि, मि इदानीं पित् अस्ति, सार्वधातुक पित् प्रत्ययः, अतः सार्वधातुकार्धधातुकयोः इत्यनेन इक् वर्णस्य गुणः ऊकारस्य ओकारः मामोमि इति भवति. मामव्योगः मः यथा मामव्योगः, इदानीमत्र पुनः यथा मामव्योगः थः तथा एव, परन्तु अत्र निमित्तमस्ति मकारः. मकारः अनुनासिकप्रत्ययः, थकारः झल् झलादिप्रत्ययः, अतः निमित्तं भिन्नं परन्तु कार्यं तु समानमेव अत्रापि मामो मः इति रूपं निष्पन्नं भवति. किन्तु मामव्योगः वः इति स्थले वः प्रत्ययस्य आदौ वकारः न झल् वर्णः न वा अनुनासिकः, किन्तु वल् प्रत्याहारे तु अस्ति, अतः अत्र लोपोव्योर्वलि इत्यस्य अवसरः भवति. मामव् योगः वः, अत्र लोपोर्व्योर्वलि इत्यनेन वकारस्य लोपः मामयोगः वः मामवः इति. किमर्थमित्युक्ते अत्र ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च इत्यस्य प्रसक्तिः नास्ति. किमर्थमित्युक्ते प्रत्ययः वकारः वकारः झल् प्रत्याहारे नास्ति, अपि च अनुनासिकप्रत्ययः अपि नास्ति, क्वि अपि नास्ति. अतः अत्र लोपोर्व्योर्वलि इत्यस्य प्रसक्तिः अपि च कार्यं. मामयोगः वः. इदानीम् अत्र किं भवति इत्युक्ते अत्र अतो दीर्घो यञ् इत्यनेन अदन्तङ्गस्य दीर्घत्वं यञ्यादि सार्वधातुकप्रत्यये परे इत्यस्मात् अत्र वकारः अत्र यन् यञ् प्रत्याहारस्य वर्णः, अपि च मामा इत्यस्य अङ्गस्य अन्ते अकारः अस्ति, अतः अदन्त अङ्गम्, अपि च यञ्यादि सार्वधातुकप्रत्ययः भूत्वा अत्र अदन्तङ्गस्य दीर्घत्वं भवति, अतः मामावः इति रूपं निष्पन्नं भवति. लङि अत्र समानकार्यमत्र अमामव् योगः वा. पुनः अत्र प्रथमं लोपोर्व्योर्वलि इत्यनेन अमामव् इत्यस्य वकारस्य लोपः, अनन्तरं वकारः वल् प्रत्याहारस्य वर्णः, अतः अनन्तरमत्र अमामयोगः वा अतो दीर्घो यञि इत्यनेन अत्र अदन्तङ्गस्य दीर्घं यञ्यादिप्रत्यये परे भूत्वा अत्र अमामाव इति रूपं निष्पन्नं भवति. धन्यवादः. अस्तु अत्र सूत्रं पठामि वा? महोदय पठितवान् वा सूत्रं? महोदय न पठितवान्. अतो दीर्घो यै ञै अदन्ताङ्गस्य दीर्घत्वं ञयादि सार्वधातुकप्रत्यये परे. महोदय सम्यक्तया उच्चारितवान्, अहं सम्यक्तया उच्चारितुं न शक्नोमि. भगिनि अहं कार्याने अस्मि, न वक्तुं शक्नोमि. अस्तु, धन्यवादः. ञ् प्रत्याहारः य व र ल ञ म ङ न न झ भ. अतः षष्ट्यन्तं दीर्घः प्रथम. पूर्णतया पठामि वा अथवा अनुवृत्तिसहितस्य सूत्रम्? अतः अङ्गस्य दीर्घः ञै सार्वधातुके. सूत्रं वदति यदि अङ्गम् अदन्त अङ्गम् अस्ति चेत् परे ञयादि सार्वधातुकप्रत्ययः परे अस्ति चेत् तर्हि अदन्त अङ्गम् अदन्त अङ्गम् इत्युक्ते अत्र अन्ते ह्रस्व अकारः अस्ति चेत् तत्र अदन्त अङ्गस्य दीर्घत्वं भवति. यथा वयं पूर्वं दृष्टवन्तः माम प्लस् मामयोगः वः, तत्र अदन्त अङ्गं वकारः ययादिप्रत्ययः सार्वधातुकप्रत्ययः इति कृत्वा तत्र अदन्त अङ्गं दीर्घं भूत्वा मामावः इति अभवत्. एवमेव स्त्रिव् सेस्त्रिव् इति यङ् लुगन्तधातुः लटीरूपाणि कल्पनीयानि. अत्र सेस्त्रिव् सेस्त्रिव्योगः सेस्त्रिव्योगः इति अत्र पुनः तत्र तत्र सेस्त्रिव् तत्र उपधायाम् इकारः अस्ति, अत्र पुगन्तलघुपतस्य च इत्यस्यपि प्रसक्तिः अस्ति, अपि च स्त्रिव् इति धातुः ज्वरत्वरस्त्रिव्यविमवाम् उपधायां शैति सूत्रे अपि अस्ति, अपि च तत्र लोपो व्योर्वली इत्यस्य अपि प्रसक्तिः अस्ति. लोपो व्योर्वली अत्र ज्वरत्वरस्त्रिव्यविमाम् उपदायांश्च इति अङ्गकार्यं, पुगन्तलघुपदस्य च इति अपि अङ्गकार्यं, परन्तु अत्र ज्वरत्वरस्त्रिव्यविमाम् उपदायांश्च इति सूत्रम् अत्र द्वयोः सूत्रयोः युगपत् प्रसक्तिः अस्ति, परन्तु ज्वरत्वरस्त्रिव्यविमाम् उपदायांश्च इति सूत्रं पुगन्तलघुपदस्य इति सूत्रं कार्यं कृत्वा अपि अग्रे अपि कार्यं कर्तुं शक्नोति, पूर्वमपि कार्यं कर्तुं शक्नोति इति कृत्वा अत्र अत्र एतत् सूत्रं कृताकृतप्रसङ्गी अस्ति इति कृत्वा तत्र नित्यसूत्रम् इति कृत्वा अत्र प्रथमं कार्यं करोति पुगन्तलघुपदस्य च इति सूत्रं प्रबाद्य इति कृत्वा अत्र से स्त्रिव्योगः अति अत्र उपदायां इकारः अस्ति अन्ते वकारः अस्ति द्वयोः स्थाने ऊकारः आदेशः भवति इति कृत्वा से स्रूयोगः ति इदानीं सार्वधातुकार्धधातुकयोः इति सूत्रेण ति इति पित्वम् अस्ति तत्र इति कृत्वा तत्र गुणकार्यं भवति से स्रु से स्रो योगः ति से स्रोति इति भवति अग्रे से सेस्त्रिव् योगः तः अतः अत्रापि पुनः ज्वरत्वरस्त्रिव्यविमाम् उपदायांश इति सूत्रं कार्यं करोति उपदायाम् इकारः वकारः द्वयोः स्थाने ऊकारः सेस्रूयोगः तः अत्र केवलं वर्णमेलं गुणनिषेधः अस्ति तः इति अपित् प्रत्ययः सेस्रूतः इति भवति अग्रे सेस्त्रिव् योगः अति अत्र अति इति अजादिप्रत्ययः अपित् प्रत्ययः अतः अत्र ज्वरत्वर इति सूत्रस्य प्रसक्तिः नास्ति जलादिप्रत्ययः अस्ति चेत् अथवा अनुनासिकादिप्रत्ययः अस्ति चेत् एव कार्यं करोति इति कृत्वा अत्र गुणकार्यमपि निषेधः अपित् प्रत्ययम् इति कृत्वा केवलं वर्णमेलनं से स्त्रिवति इति रूपं धन्यवादः आं भगिनि इदानीम् अत्र मध्यमपुरुषे एकवचनम् अस्ति सि इति सिद्धतिङ् प्रत्ययः से स्त्रिव्योगः सि अत्र यथा पूर्वं भगिनी उक्तवती अत्र ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च अपि च पुगन्तलघुपधस्य च द्वयोः प्रसक्तिः परन्तु अत्र नित्यत्वात् ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च इत्यस्य कार्यं भूत्वा अत्र इव् स्थाने उ आदेशः भवति अतः से स्त्रूयोगः सि इदानीम् अत्र सि इति पित् प्रत्ययः अतः सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र इक्वर्णस्य गुणः भूत्वा ऊकारस्य ओकारः से स्त्रोयोगः सि इदानीम् अत्र आदेशप्रत्यययोः इत्यनेन अत्र निमित्तमस्ति पूर्वम् ओकारः इन् प्रत्याहारस्य वर्णः अनन्तरं सि प्रत्यये अत्र अपदान्तसकारः अस्ति अतः षत्वं भूत्वा सेस्त्रोषि इति रूपं निष्पन्नं भवति थः इति मध्यमपुरुषद्विवचनं सेस्त्रिव्योगः थः अत्र थः इति अपित् अस्ति अतः केवलमत्र ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च इत्यनेन इव् स्थाने उ आदेशः सेस्त्रूयोगः थः इदानीमत्र केवलं वर्णमेलनं सेस्त्रूथः अनन्तरं थ इति मध्यमपुरुष बहुवचन सिद्धतिङ् प्रत्ययः अत्रापि समानकार्यं यथा द्विवचने अतः सेस्त्रूथ इति भवति सेस्त्रिव्योगः मि इदानीं पुनः यथा वयं सेस्त्रिव्योगः सि इत्यस्मिन् प्रसङ्गे दृष्टवन्तः अत्र नित्यत्वात् ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च इत्यनेन इव स्थाने उ आदेशः सेस्त्रुयोगः मि इदानीं पित्वत् मि इति पित् प्रत्ययः अतः सार्वधातुकार्धधातुकयोजनेन गुणः सेस्त्रो योगः मि सेस्त्रोमि अत्र वः इति उत्तमपुरुष द्विवचनप्रत्ययः इदानीम् अत्र सेस्त्रियोगः वः अत्र इदानीं किं भवति इत्युक्ते अत्र लोपो व्योर्वलि इत्यस्य प्रसक्तिः भूत्वा अत्र सेस्त्रिवित्यस्य वकारस्य लोपः भूत्वा अत्र सेस्त्रियोगः वः सेस्त्रिवः इति भवति अपि च अत्र महा इति प्रत्ययस्य विषये तु यथा वयमत्र थः दृष्टवन्तः मध्यमपुरुषः द्विवचने तथा एव इत्युक्ते अत्र ज्वरत्वरस्त्रिव्यभिमवामुपधायाश्च इत्यस्य प्रसक्तिः अपि च कार्यं परन्तु अत्र मह इति अनुनासिक आदिप्रत्ययः इति भूत्वा अत्र इव स्थाने उ आदेशः सेस्त्रुयोगः मह सेस्त्रुमः इति अन्ततो गत्वा लकारान्तानां वयं कृतवन्तः किल पूर्वमेव झटति सकारः किल इदानीं सकारः धातोः अन्तिमवर्णः सकारश्चेत् सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम् अर्धधातुकप्रत्यये परे धात्वाङ्गसकारस्य तकारादेशो भवति सः स्यार्धधातुके इति सूत्रेण इदानीं धातोः अन्तिमवर्णः सकारः अग्रे सकारादिप्रत्ययः अस्ति चेत् साधारणतया यदि अग्रे प्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेत् तत्र केवलं वर्णमेलनमेव भवति परन्तु यदि अर्धधातुकप्रत्ययः अस्ति चेत् तर्हि तत्र विशिष्टसूत्रमस्ति सः स्यार्धधातुके इति सूत्रं तत्र यदि अर्धधातुकप्रत्ययः परः अस्ति चेत् तर्हि धातोः अन्ते सकारः अस्ति चेत् सकारस्य स्थाने तकारादेशः भवति इति वदति सूत्रम् अत्र भगिनी यदि सकारादिप्रत्ययः अस्ति चेत् अन्ते सकारः अस्ति चेत् सकारस्य स्थाने पुनः सकारः करि च इति सूत्रेण कार्यं करोति किल अस्तु अत्र सकारस्य स्थाने सकारः एव किल परन्तु सकारः अस्तु धातुः सकारान्तः चेत् तर्हि प्रत्ययः सार्वधातुको वा अर्धधातुको वा इति विचार्यताम् अत्र धातोः अन्ते सकारः अस्ति चेत् तत्र वयं निश्चयेन पश्यामः यदि प्रत्ययः सार्वधातुकः अथवा अर्धधातुकः इति सार्वधातुकः अस्ति चेत् केवलं वर्णमेलनम् अपि च करिच अपि च वर्णमेलनं अर्धधातुकप्रत्ययः अस्ति चेत् तत्र सहस्य अर्धधातुके इति सूत्रस्य कार्यं भवति प्रत्ययः सार्वधातुकः चेत् केवलं वर्णमेलनम् उदाहरणमस्ति आस् योगः से इति अपित् सार्वधातुकप्रत्ययः इति कृत्वा तत्र खरीच एव कार्यं करोति सकारस्य सकारादेशः जलिपरे आस्से इति भवति प्रत्ययः अर्धधातुकः चेत् धात्वाङ्गसकारस्य तकारादेशः भवति इदानीं वस् योगः स्यति इति अर्धधातुक प्रत्ययः तिङ्गपि नास्ति षित्तपि नास्ति इति कृत्वा अर्धधातुकप्रत्ययः अतः अत्र सः स्यार्धधातुके इति सूत्रेण अर्धधातुकसकारप्रत्यये परे अत्र वस् सकारस्य स्थाने तकारादेशः वत् योगः स्यति अनन्तरं करी च इति सूत्रेण तकारस्य तकारादेशः वत् स्यति इति भवति गस् योगः स्यति पुनः अत्रापि सा अर्धधातुकप्रत्ययः इति कृत्वा तत्र गस् सकारस्य स्थाने तकारादेशः गत् योगः स्यति अनन्तरं करि च पुनः तकारस्य तकारादेशः गत्स्यति इति रूपं सः स्यार्धधातुके इति सूत्रं सकारस्य स्थाने तकारादेशः भवति सकारादि आर्धधातुकप्रत्यये परे. सः षष्ट्यन्तं सि सप्तम्यन्तम् आर्धधातुके सप्तम्यन्तं त्रिपदमिदं सूत्रम्. अच् उपसर्गात् तः इत्यस्मात् तः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सः अङ्गस्य तः सि अर्धधातुके सः स्यार्धधातुके इति सूत्रम् एतदपि अङ्गकार्यमस्ति. सकारस्य स्थाने यदि निमित्तमस्ति आर्धधातुकप्रत्ययः तत्र यदि आर्धधातुकप्रत्ययः परः अस्ति चेत् तत्र सकारस्य स्थाने तकारादेशः भवति. अनुवृत्तिसहितसूत्रं सः अङ्गस्य तः सि आर्धधातुके अङ्गस्य अङ्गस्य अङ्गस्य अन्ते सकारः अस्ति चेत् सकारस्य तकारादेशः सि सप्तम्यन्तम् इत्युक्ते परे आर्धधातुकसकारादिप्रत्यये परे अस्ति चेत् इति सूत्रं वदति. इदानीं हकारः हकारान्तधातुः योगः सकारादिप्रत्ययः. धातोरन्तिमो वर्णः हकारश्चेत् नः धातुम् अतिरिच्य सर्वत्र हकारस्य ककारः होढः अपि च षढोः कहसि अथवा दादेर्धातोर्घः अपि च खरि च. अत्र हकारान्तधातुविषये सामान्य अत्र स्थूलरूपेण हकारान्तधातुः अपि च सकारादिप्रत्ययः धातोः अन्तिमवर्णः अकारः अस्ति तर्हि किं भवति इत्युक्ते अत्र ककारादेशः भवति अन्ततो गत्वा इति. अत्र मार्गद्वयमिति दत्तमस्ति. प्रथममार्गमस्ति होडः अपि च अत्र होडः इत्यनेन हकारस्य स्थाने ढकारः षढोः कहसि इत्यनेन अत्र सकारादिप्रत्यये परे ढकारस्य स्थाने ककारादेशः अथवा अत्र दादेर्धातोर्घः इति अस्ति. दादे दा आदि धातुः अस्ति चेत् अत्र हकारस्य स्थाने हकारान्तधातुः अपि च द आदिधातुः अस्ति चेत् अत्र हकारस्य स्थाने घकारः अनन्तरम् अत्र खरि च इत्यनेन प्रथमसदस्यः ककारः. अतः अत्र स्थूलरूपेण हकारान्तधातुः अपि च सकारादिप्रत्ययः अस्ति चेत् अत्र ककारः आगच्छति इति. सामान्यनियमः सकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति होढः इत्यनेन सूत्रेण. तदा ढकारस्य स्थाने ककारादेशो भवति षढोः कहसि इत्यनेन सूत्रेण. अन्ते प्रत्ययावयवस्य सकारस्य स्थाने षकारादेशो भवति आदेशप्रत्यययोः इत्यनेन सूत्रेण. अत्र क्रमः दत्तमस्ति, सामान्यक्रमः. अत्र दृष्टान्तमस्ति यथा वह् योगः स्यति. अत्र वह् इति हकारान्तधातुः अपि च स्यति इति सकारादि प्रत्ययः. अत्र होढः इति सूत्रेण अत्र हकारस्य स्थाने ढकारः परे झल् वर्ण झल् प्रत्याहारः न झल् झलि प्रत्याहारस्य प्रसक्तिः नास्ति. झलि झल् वर्णः परः अस्ति अथवा पदस्य अन्ते. इदानीं तु अत्र वह् योगः स्यति हकारान्तधातुः न हकारान्तधातुः इति न हकारान्त पूर्वं हकारः अस्ति अनन्तरं झल् वर्णः अस्ति. अत्र हकारस्य स्थाने ढकारादेशः भवति भूत्वा अत्र वढ् योगः स्यति. अनन्तरम् इदानीम् अत्र पूर्वं ठकारः, अनन्तरं सकारः अस्ति, अतः षडोः कः सि इत्यनेन ढकारस्य स्थाने ककारः वक् योगः स्यति. इदानीम् अत्र ककारः अत्र कवर्गीयव्यञ्जनम् अत्र, अतः अत्र अपि च अनन्तरम् अपदान्तसकारः अपि च प्रत्ययः, अतः अत्र किं भवति इत्युक्ते सकारस्य स्थाने मूर्धन्यषकारः, अतः वक् योगः श्यति. इदानीं ककारः ककारः एव भवति खरीच इत्यनेन, अन्ततो गत्वा अत्र वक् योगः श्यति, वर्णमेलनं भूत्वा वक्ष्यति इति भवति. अत्र सूत्रद्वयमस्ति होढः, हकारस्य स्थाने ढकारादेशः भवति जलि पदान्ते च. अनुवृत्तिसहितसूत्रमस्ति अह ढः जलि पदस्य अन्ते च इति. सूत्रं तु सामान्यसूत्रमेव, अत्र हः इति षष्ठ्यन्तमस्ति, ढः इति प्रथमान्तमस्ति. हकारस्य स्थाने ढकारः, यदा झल् वर्णः परः अस्ति अथवा पदस्य अन्ते हकारः अस्ति चेत्. अपि च षडोः कः सि, अत्र षकारस्य ढकारस्य च ककारादेशो भवति सकारे परे. सूत्रं सम्पूर्णमस्ति. अत्र पूर्वं षकारः वा ढकारः, अपि च सकारः अनन्तरमस्ति चेत् अत्र षकारस्य अपि च ढकारस्य स्थाने ककारादेशः भवति. बकारादीनां गकारादीनां च धातूनां बश् भावः भवति, तत्रापि हकारस्य ककारः होडः अनन्तरं षडोः कहसि इति सूत्राभ्यां, यथा बर्ह् ब्रह्म गृह् गाह् गुह् इति धातवः. अत्र यदि बकारादि धातु अथवा गकारादिधातुः अनन्तरं हकारान्तः अस्ति चेत् तत्र सर्वप्रथमं हकारस्य होडः इत्यनेन डकारादेशः भवति. यत्र डकारः अभवत् तत्र इदानीं जषन्तधातुः तत्र एकाच् अस्ति चेत् इदानीं बकारादि अथवा गकारादि अस्ति इति कृत्वा तत्र एकाचोपशोपश्चषन्तस्य स्तोः इति सूत्रं कार्यं करोति, निमित्तमस्ति सकारे परे इति कृत्वा तत्र बकारः भष् स्थाने भषादेशः, बकारस्य स्थाने भकारादेशः महाप्राणभकारः, गकारस्य स्थाने महाप्राणघकारः आदेशः भवति. अन्ते धातोः अन्ते हकारस्य डकारः यदि अभवत् होडः इति सूत्रेण, अनन्तरं तत्र षडोः कहसि इति आगच्छति इति कृत्वा तत्र डकारस्य स्थाने ककारः भवति सकारादिप्रत्यये परे. ककारः भवति अग्रे, ककारः भवति चेत् तत्र आदेशप्रत्ययोः इत्यस्य प्रसक्तिः, अनन्तरं करि च. अत्र तदेव अत्र अग्रे दत्तमस्ति, पठामि. सकारादिप्रत्यये परे बकारादिगकारादि हकारान्तानां धातूनां हकारस्य स्थाने डकारादेशः भवति होडः इति सूत्रेण. यदि सकारादिप्रत्ययः परे अस्ति बकारादिगकारादिधातु यदि अन्ते हकारः अस्ति चेत् तत्र सकारः जलादिप्रत्ययः इति कृत्वा तत्र हकारस्य डकारादेशः भवति सर्वप्रथमम्. अनन्तरम् इदानीं डकारः अभवत्, अधुना एकाच् पशादि जषन्तधातु अंशः जातः, डकारः जषन्तधातुः, अतः एकाचो पशोपश्चषन्तस्य स्तोः इति सूत्रेण इदानीं तत्र धातोः अंशस्य आदौ बकारः अस्ति अथवा गकारः अस्ति, एते द्वौ अपि तृतीयवर्गस्य तृतीयसदस्यः इति कृत्वा यदि धातोः मध्ये एकः एव अंशः यत्र वयं पश्यामः जषन्तः अंशः अपि च बशादि अंशः एकाच् अस्ति चेत् तर्हि तत्र बश् स्थाने भषादेशः भवति, चतुर्थवर्णादेशः, वर्गस्य चतुर्थवर्णादेशः भवति. इत्युक्ते बकारस्य भकारः, गकारस्य घकारः, महाप्राणगकारः. अनन्तरं षडोः कहसि इति कृत्वा डकारस्य ककारादेशः भवति सकारे परे. तत्र तु श्टुनाष्टुः इत्यस्यपि प्रसक्तिः अस्ति, परन्तु षडोः कहसि इति अपवादसूत्रम् इति कृत्वा तदेव प्रथमं कार्यं करोति. अग्रे इदानीं षडोः कहसि इत्यनेन डकारस्य ककारः अभवत्, तर्हि तत्र आदेशप्रत्यययोः इति सूत्रस्य प्रसक्तिः भवति. कवर्गीयवर्णः इति निमित्तमस्ति इति कृत्वा तत्र सकारस्य अपदान्तप्रत्यय अवयवरूपी सकारस्य स्थाने षत्वम्. इदानीम् उदाहरणार्थं बाभ्रं योगः सि इति अस्ति. धातोः अन्ते हकारः, होडः इति सूत्रस्य प्रसक्तिः. हकारस्य डकारः बाभ्रण्ट् योगः सि. इदानीं डकारः जशन्तः, यथा वयं पूर्वं पठितवन्तः. एकाचोपशोपश्चशन्तस्य स्तोः इति सूत्रेण सकारे परे इति निमित्तमस्ति. बाभ्रण्ड् भ्रण्ड् इति अंश, धातोः अंशः अस्ति. तत्र अन्ते ढकारः जशन्तः, बकारः बशादि, मध्ये ऋकारः एकाच् अस्ति इति कृत्वा तादृश अंशस्य बश्स्थाने भषादेशः इति कृत्वा बकारस्य महाप्राणभकारः बाभ्रण्ड् योगः सि. इदानीं तत्र षडोः कहसि इति सूत्रस्य प्रसक्तिः. तत् सूत्रं श्टुनाष्टुः इति सूत्रं प्रबाद्य आगच्छति अपवादभूतेन. इति कृत्वा तत्र डकारस्य ककारः बाभ्रङ्क् योगः सि. इदानीम् आदेशप्रत्यययोः इत्यनेन सकारस्य षत्वं बाभ्रङ्क् योगः षि. अग्रे करीच अपि कार्यं करोति. पुनः ककारस्य ककारादेशः अन्ते. इदानीं तत्र अनुस्वारः अस्ति, परे ककारः यै प्रत्याहारे अस्ति इति कृत्वा अनुस्वारस्य ययि परसवर्णः इति सूत्रेण परसवर्णादेशः. इत्युक्ते कव तत्र अनुस्वारस्य अनन्तरं ककारः यै प्रत्याहारे अस्ति, तत्तु कवर्गस्य पञ्चमवर्णेन सह तस्य सावर्ण्यम्, अनुस्वारस्य सावर्ण्यम् इति कृत्वा तत्र अनुस्वारस्य स्थाने ङकारः आदेशः भवति, बाभ्रंक्षि इति रूपम्. अग्रे गर्ह् योगः स्यते. अत्रापि पुनः समानकार्यमस्ति. प्रथमं होडः इत्यनेन डकारः, हकारस्य डकारः, अनन्तरम् एकाचोपशोपश्चषन्तस्य स्तोः सकारे परे इति निमित्तम् इति कृत्वा तत्र गकारस्य महाप्राणघकारादेशः. अनन्तरं षडोः कहसि इत्यनेन डकारस्य ककारादेशः. इदानीं घर्ड् योगः स्यते, घर्क्योगः स्यते इति भवति. अत्र आदेशप्रत्यययोः इत्यनेन षत्वम्. अनन्तरं पुनः करीच इत्यनेन किमपि पुनः ककारस्य ककारादेशः. घर्क् योगः स्यते, घर्क्ष्यते इति रूपम्. इदानीम् अत्र एवमेव गाह् योगः स्यते. अत्र गाह् योगः स्यते अत्र होढः इत्यनेन प्रथमं हकारस्य स्थाने ढकारः, गाढ् योगः स्यते. अत्र इदानीं एकाचो बशोभश् झषन्तस्य स्धोः इत्यनेन अत्र पूर्वं यः गकारः अस्ति तस्य महाप्राणत्वम्, अतः घाढ् योगः स्यते. यदा गाढ् योगः स्यते अत्र षडोः कहसि इत्यनेन अत्र ढकारस्य स्थाने ककारादेशः, घाक् योगः स्यते आदेशप्रत्यययोः इत्यनेन सकारस्य षत्वं, घाक् योगः श्यते. अनन्तरम् अत्र खरिच इत्यनेन ककारः एव अन्ततो गत्वा वर्णमेलनं घाक्ष्यते इति रूपं भवति. तथा एव अत्र गोः योगः स्यते घोक्ष्यते इति पदं तिङन्तपदमत्र. अत्र होडः इति वयं दृष्टवन्तः पूर्वमेव. अत्र एकाचो भशो भष् झषन्तस्य ध्वोः इति अस्ति. अत्र धातोरवयवो यो झषन्त एकाच् तस्य भषः भषादेशो भवति सकारे परे ध्वशब्दे परे पदान्ते च. अनुवृत्तिसहितसूत्रे एकाचः झषन्तस्य इत्यनयोरेव विशेषणविशेष्यभावः, इत्युक्ते धातोः तादृश अंशः इति तात्पर्यम्. अनुवृत्तिसहितसूत्रमस्ति धातोः एकाचः झषन्तस्य भषः भष् ध्वोः पदस्य अन्ते च. अत्र धातुः एकाचः झषन्तः अपि च भषादिः, यद्यपि धातुः इति अस्ति अत्र तादृश धात्वांशः इति अत्र नयामः, तथा अस्ति चेत् अत्र बश् प्रत्याहारस्य स्थाने भष् प्रत्याहारस्य वर्णः आदेशरूपेण आगच्छति. यदा अत्र सकारः वा ध्वशब्दः वा अथवा स च धात्वांश स च अंशः पदस्य अन्ते अस्ति चेत्. अग्रे पठामि वा भगिनि? दकारादि हकारान्तेषु हकारस्य ककारः अस्ति एव, किन्तु मार्गः दादेर्धातोर्घः अपि च खरि च, यथा दह् दिह् दृह् दुह् दृह्. अत्र भष्भावः अपि भवति. सकारादिप्रत्यये परे दकारादिधातोः अकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण. तदा आदौ स्थितस्य दकारस्य धकारादेशो भवति एकाचो बशो भष् झषन्तस्य भोः इत्यनेन. खर् परे अस्ति अतः खरि च इत्यनेन अत्र कवर्गीयवर्णः पूर्वमस्ति, अतः आदेशप्रत्यययोः इत्यनेन सस्थाने षत्वं. खर् परे अस्ति अतः खरि च इत्यनेन अत्र घकारस्य स्थाने ककारादेशः भवति इति. अत्र इदानीं प्रसङ्गः अस्ति धातुः हकारान्तः एव, परन्तु धातोः आदे दकारः अस्ति. अत्र अपि हकारस्य स्थाने अन्ततो गत्वा ककारः एव भवति, परन्तु भिन्नमार्गेण. इत्युक्ते अत्र प्रथमं दादेर्धातोर्घः इत्यनेन अत्र दकारादिधातोः हकारस्य स्थाने घकारः आदेशः भवति. अत्र झल् प्रत्याहारस्य वर्णः अपि च पदस्य अन्ते अस्ति चेत्. अनन्तरं किं भवति इत्युक्ते हकारस्य स्थाने घकारः पूर्व अपि च दकारादिधातुः, अतः किं भवति इत्युक्ते अत्र भष्भावः भवति. अतः एकाचो बशो भष् झषन्तस्य ध्वोः इत्यनेन आदौ स्थितस्य दकारः महाप्राणधकारः भवति. अनन्तरमत्र यथा पूर्वं दृष्टवन्तः अत्र घकारस्य घकारः पूर्वमस्ति, सकारः अनन्तरम् अस्ति. अत्र आदेशप्रत्यययोः इत्यनेन अत्र सकारस्य षत्वम् अनन्तरं घकारः ककारः भवति. किमर्थम् इत्युक्ते अत्र अनन्तरं खर्वर्णः अस्ति, पूर्वं झल् वर्णः अस्ति, अतः चरादेशः भूत्वा अत्र घकारस्य स्थाने ककारः. दृष्टान्तमस्ति अत्र दृह्योगः दुह्योगः स्यते, दुह्योगः स्यते. अत्र प्रथमं पुगन्तलघूपधस्य च इत्यनेन अत्र इक्वर्णः उकारः अस्ति, तस्य गुणः भवति दोह्योगः स्यते. इदानीमत्र हकारान्तधातुः दकारादि हकारान्तधातुः, अतः अपि च झल् वर्णः अनन्तरमस्ति, अतः किं भवति इत्युक्ते दादेर्धातोर्घः इत्यनेन हकारस्य स्थाने घकारः दोघ् योगः स्यते. इदानीमत्र एकाचो बशो भष् झषन्तस्य धोः इत्यनेन आदौ यः बश्वर्णः दकारः अस्ति, दकारः महाप्राणधकारः धोघ् योगः स्यते. आदेशप्रत्ययोः इत्यनेन षत्वं खरिच इत्यनेन घकारस्य ककारः भूत्वा वर्णमेलनं भवति, अन्ततो गत्वा अत्र धोक्ष्यते इति रूपं निष्पन्नं भवति. महोदय दुः इति कृतवान्, अग्रे दिह् अपि समानकार्यं, दह् अपि समानकार्यं, केवलं गुणकार्यं न भवति. अहम् इदानीं दृह् इति वदामि वा, दृह् इति तत्र धादेर्धातोर्गः इत्यस्य अपि प्रसक्तिः अस्ति, परन्तु तत्सूत्रं प्रबाद्य अत्र विशेषसूत्रमस्ति वा दृह मुहश्नुहश्निहाम् इति सूत्रं. तत्सूत्रं वदति यदि पदान्ते अथवा जलीपरे दृह मुह श्नुहश्निहाम् येषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशः भवति, अपक्षे होडः इत्यनेन डकारादेशः भवति इति कृत्वा तत् वा दृह मुहश्नुहश्निहाम् इति सूत्रस्य प्रसक्तिः अस्ति. अत्र दृह्योगः स्यते, सकार सका स्यते सक् अत्र तत्र आदौ सकारः जलादि अस्ति इति कृत्वा तत्र दृह् हकारस्य स्थाने विकल्पेन घकारादेशः भवति. यत्र घकारः भवति तत्र घकारः जषन्तः अस्ति. इदानीम् एकाचो बशोपश् जषन्तस्य स्तोः इति सूत्रेण तत्र आदौ स्थितस्य दकारस्य महाप्राणधकारः तस्मात् आक्चुलि तस्मात् पूर्वं गुणकार्यं भवति. उपदायां इक् वर्णः अस्ति इति कृत्वा प्रथमं दोह् द्रोह् इति भवति, अनन्तरमेव वा दृह मुहश्नुहश्निहाम् इत्यनेन हकारस्य गकारः, अनन्तरम् एकाचो बशोभश्चषन्तस्य स्तोः इति सूत्रेण अत्र सकारे परे इति निमित्तम् अस्ति इति कृत्वा तत्र दकारस्य महाप्राणत्वं ध्रोग् योगः स्यते. इदानीं ध्रोग् योगः श्यति इति भवति तत्र आदेशप्रत्यययोः इति सूत्रेण. अनन्तरं करीच इति सूत्रेण ध्रोग् गकारः अस्ति अन्ते, तद् ककारादेशः भवति इति कृत्वा तत्र ध्रोक्ष्यति इति रूपं. यत्र विकल्पेन दृह् इत्यस्मिन् हकारस्य स्थाने डकारः भवति तत्रापि समानरूपमेव भवति, परन्तु भिन्नमार्गेण. यत्र दृढ् इति अस्ति तत्र दृह् इति अस्ति, प्रथमं पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं द्रोह् योगः स्यति, तत्र विकल्पेन हकारस्य डकारः ध्रोड् योगः स्यति, अनन्तरम् एकाचो बशोभश्चषन्तस्य स्तोः इत्यनेन आदौ स्थितस्य दकारस्य बश्वर्णस्य बशादेशः, अन्ते जषन्त डकारः जषन्तः अस्ति इति कृत्वा तत्र दकारस्य महाप्राणत्वं ध्रोड् योगः स्यति. अनन्तरं षडोः कहसि इति सूत्रेण तत्र डकारस्य ककारादेशः, ध्रोक् योगः स्यति. अनन्तरम् आदेशप्रत्यययोः इत्यनेन सकारस्य षत्वं द्रोक् योगः श्यति. करीच इत्यनेन ककारस्य ककारादेशः पुनः द्रोक्ष्यति इति एव रूपं भवति. अग्रे नः धातुः. अत्र एक एव धातुः यत्र हकारस्य गतिः भिन्ना. अत्र नः धातुः हकारस्य प्रथमं नः धातुः हकारस्य दकारः भवति यदि पदान्ते अथवा जलीपरे. यत्र दकारः अभवत् इदानीं सकारादिप्रत्यये परे तत्र दकारस्य तकारादेशः भवति करीच इत्यनेन. अत्र सकारादिप्रत्यये परे अपवादभूतस्य नः धातोः हकारस्य स्थाने दकारादेशः भवति नहोदः इति सूत्रेण. तदा करीच इत्यनेन चर्त्वं कृत्वा ध स्थाने तकारादेशः भवति. सकारस्य कोऽपि विकारः न भवति. उदाहरणार्थं नः योगः स्यति. तत्र अत्र तु होडः इत्यस्यपि प्रसक्तिः अस्ति, परन्तु तत्सूत्रं प्रबाद्य नहोदः इति विशेषसूत्रम् आगच्छति. हकारस्य दकारः नद् योगः स्यति. स्यति जलि इति अस्ति इति निमित्तमस्ति. इदानीं नद् योगः स्यति. अत्र करीच इति सूत्रेण नद् धकारस्य तकारः त्ववर्गस्य प्रथमवर्णः नत् योगः स्यति. नत्स्यति इति भवति. नहोदः इति सूत्रं नः धातोः हकारस्य धकारादेशः भवति झलिपदान्ते च. अनुवृत्तिसहितसूत्रं नः धातोः हः दः झलिपदस्य अन्ते च इति सूत्रमस्ति. तदेव अत्र नः धातोः हकारस्य धकारादेशः भवति. निमित्तमस्ति झलिपरे अथवा पदान्ते. धन्यवादः. अभ्यासः प्रायः पञ्चषट् कियत् पर्यन्तं कृतवन्तः? वच् पर्यन्तं लिस् ब्रिड्ज् न कृतम्. अस्तु भगिनि, भगिनी प्रथमद्वयं करोति वा? अहं वा? अस्तु. वस् योगः से. अत्र से इति आर्धधातुकप्रत्ययः नास्ति, सार्वधातुकप्रत्ययः अपित् प्रत्ययः इति कृत्वा तत्र केवलं वर्णमेलनं वस्से. करीच इति भगिनी उक्तवती. करीच इत्यनेन सकारस्य सकारादेशः वस्से इति भवति. द्वितीयम् अस्ति द्विष् योगः सि. सि इति पित् प्रत्ययः अस्ति इति कृत्वा तत्र प्रथमं पुगन्तलघुपदस्य च इति सूत्रेण उपधायां स्थित इक्वर्णस्य गुणः. द्वेष् योगः सि. इदानीं षकारः अस्ति सकारे परे इति कृत्वा तत्र षडोः कहसि इति सूत्रेण षकारस्य ककारादेशः द्वेक् योगः सि. इदानीम् आदेशप्रत्यययोः ककारः अस्ति निमित्तम् इति कृत्वा सकारस्य षत्वं देक् षि इति भवति. अनन्तरं करीच इत्यनेन पुनः ककारस्य ककारादेशः देक्षि द्वेक्षि. आं भगिनि, हन् योगः सि. अत्र नकारादि नकारान्तधातुः अतः अत्र सकारः झल् वर्णः, अतः नश्चापदान्तस्य झलि इत्यनेन नकारस्य स्थाने अनुस्वारः, अतः हंसि इति रूपं निष्पन्नं भवति भगिनि. अत्र अग्रिमम् अत्र निसि योगः से. अत्र किञ्चित् उपदेशे नकारः अस्ति आदौ, अतः नो नः इत्यनेन नकारस्य स्थाने दन्त्यनकारः, अतः निसि भवति. अपि च अत्र इकारः यदस्ति सकारस्य परे तत्तु अनुनासिक इकारः भूत्वा उपदेशे जनुनासिक इत् तस्य लोपः इत्यनेन इकारस्य लोपः निस् भवति. निस् योगः से इदानीम् अत्र यत्र इकारस्य लोपः भवति तस्मिन् समये एव इदितो नुम् धातोः इत्यस्य अपि कार्यम्. अतः अत्र नुमागमः भवति अन्तिम अच् वर्णस्य इडागमः. अतः अत्र परे अन्तिम अच्वर्णात् परः मिदचोन्त्यात् परः इत्यनेन अतः अत्र नकारः निन्स् भवति. निन्स् योगः से इदानीम् एकनिमिषः भगिनि अत्र निन्स् योगः से तु इदानीम् अत्र अत्र सकारः अस्ति. इदानीं से इति खरीच इति इदानीम् अत्र नश्चापदान्तस्य झलि इत्यनेन अत्र नकारस्य स्थाने अनुस्वारः निन्स् योगः से. इदानीमत्र खरीच इत्यनेन सकारस्य स्थाने सकारः एव. अनन्तरं वर्णमेलनं भूत्वा निन्से इति रूपं निष्पन्नं भवति. सकारद्वयम् अत्र निन्से. विद्योगः सि अत्र सि इति प्रत्ययः पित् अस्ति. प्रथमं पुगन्तलघुपदस्य च इत्यनेन उपधायां स्थित इक्वर्णस्य गुणः. वेद् योगः सि इदानीं तत्र वेद् योगः सि तत्र खरीच इति सूत्रेण दकारस्य तकारः वेत्सि इति भवति. अनन्तरम् अत्र संविद् योगः से इति अपित् प्रत्ययः अतः तत्र किमपि गुणकार्यं नास्ति, गुणनिषेधः. इदानीम् अत्र दकारः पुनः खरीच इति सूत्रेण दकारस्य तकारः संवित्से. अत्र सम् इति अस्ति, तत्र वकारः यै प्रत्याहारे अस्ति इति कृत्वा तत्र पुनः वकारः अनुस्वारस्य स्थाने पुनः वकारः अनुनासिकवकारः आगच्छति इति मन्ये, परन्तु तत्तु वयं कक्षायां न प्रदर्शयामः. पूर्वं नकारः एव आसीत्, नश्चापदान्तस्य जलि अपि भवति खलु, तत् नुमागमः इति दृष्टवती. विधि इति दातुः, तर्हि नुमागमः, तर्हि नकारः अनन्तरम् अग्रे अन्ते एव नश्चापदान्तस्य जलि भूत्वा अनन्तरम् अनुस्वारस्य परतवर्णः. परन्तु वकारः तु जल् प्रत्याहारे नास्ति इति कृत्वा तत्र कथं नश्चापदान्तस्य जलि अनुस्वारः कथं भवति इति. उपसर्गः अस्ति इति कृत्वा तत्र मोनुस्वारः इत्यनेन अनुस्वार आदेशः भवति इति. तादृश किमपि अस्ति अत्र. अन्तिमं करोमि वा? वच्योगः सि अत्र चोः कुः इति सूत्रेण जलीपरे चकारस्य ककारः वक्योगः सि. इदानीम् आदेशप्रत्यययोः इत्यनेन सकारस्य षत्वं, ककारनिमित्तं वक्योगः षि. करीच इत्यनेन पुनः ककारस्य ककारादेशः वक्षि इति रूपम्. धन्यवादः भगिनि. धन्यवादः महोदय. सत्य अभवत् महोदयस्य प्रश्नं श्वोः षोडनुनासिके चेत् प्राप्यते अस्मिन् विषये महोदयम् अहम् इच्छामि. धन्यवादः. किमपि वक्तुम् इच्छति वा महोदय? न भगिनि, किमपि नास्ति इदानीम्. धन्यवादः, सरला भगिनी, धन्यवादः भगिनी, शुभरात्रिः.